पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 88 सूत उवाच अधः परं कार्तिकमाहात्म्यं प्रस्तूयते सूत उवाच एकदा द्वारकामागादृशिकृष्णदिदृक्षया पुष्पाण्यादाय दिव्यानि कल्प वृक्षोद्धितानि च नारदं स्वागतेनासौ कृष्णः सत्कारमाचरद इदमर्घ्यमिदं पाद्यमित्युवाचासनं ददाद नारदस्तानि पुष्पाणि कृष्णायोपाजहार च कृष्णषोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत विस्मृत्य सत्यभामाभ्यां तु सर्वाभ्यस्तान्यदात् प्रभुः सत्यभामा तथ क्रुद्धा क्रोधागारं समाविशद समाज्ञाय तथ कृष्णस्तत्र गत्वा समाहितः सत्यभामां मानयित्वा गरुडं मनसा स्मरन् स्मृतमात्रस्तु गरुडस् तदा गत्याग्रदस्थितः आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः सत्ये त्वं मा कृधा क्रोधं त्वत्कृते देवतैः सह विरुध्य देवराजानं रोपयिष्ये तवाङ्गणे कल्पद्रुमं महाभागे पराधम् मे क्षमां कुरु इति कृत्वा प्रतिज्ञां तु कृष्णस्य सत्यभामया देवलोकमकातूर्णं यत्र देवः स वृत्रः याजिदकल्पवृक्षार्थमुत्तरं दत्तवान् प्रभुं नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो तदा क्रुद्धो महाबाहुर् वृक्षमुत्पाट्यमूलतः वाहमारोपयामास वेगेन बलवत्तरः तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् गरुडं ताडयामास कल्पवृक्षं त्यजेरिति तदा पत्ररद्धपत्रं कुलिशस्यापि गौरवाद एकं विसर्जयामास त्वरया प्रजगाम च तेन वज्रप्रहारेण त्रयो भूव पदत्रिणः मयूरो नकुलश्चाशः कृष्णो द्वारावरीमगाद आगत्य सत्यभामाया गृहे चैनमरोपयद तदैव नारदोऽभ्यागात् सत्यया मानिदो बहु सत्यभामोवाच ईदृश्यकल्पवृक्षोऽयं पदिरेतादृश्यप्रभुः भवे भवे कथं प्राप्यस्तदाख्यादु भवान् मम इति पृष्ठस्तदा प्राह नारदो मुनिसत्तमः प्राप्यते सत्यभामेयं तुला पुरुषदानदः सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम् नारदायैव सा प्रादात्तोलयित्वा विधानदः सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ सूद उवाच श्रियपदिमथामन्त्र्य गदे देवर्षिसप्तमे हर्षोद्फुल्लानना सत्य वासुदेवमथाब्रवीद सत्यभामोवाच धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम यौ मां त्रैलोकसुभगां जनयामास दुर्ध्रुवं षोडशस्त्रीसहस्राणां वल्लभाकं यदस्तव यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः यथोक्तविधिना सम्यग् नारदाय समर्पितः यद्वार्तामपि जानन्ति भूमिसंस्थानजन्तवः सोऽयं कल्पद्रुमो गेहे मम तिष्ठति साम्प्रतं त्रैलोक्याधिपदेश्चाकं श्रीपदेरधिवल्लभ अतोऽहं प्रष्टुमिच्छामि किं चित्त्वां मधुसूदन यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तराद श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः यथा कल्पं त्वया देव वियुक्तास्यां न कर्हिचिद सुत उवाच इति प्रियावच श्रुत्वा स्मेरास्योऽयं गदाग्रजः सत्याकरेकरं कृत्वा गमत्कल्पतरोस्थलं निषिध्यानुचरं लोकं सविलासं प्रियान्वितः प्रहस्य सत्या मां मन्त्र्य प्रोवाच जगदाम्पतिः तत्प्रीति परितोषार्थं लसत् पुलकिताङ्गजः कृष्ण उवाच न मे त्वत्तः प्रियतमा काचिदन्या निदम्बिनी षोडशस्त्रीसहस्राणां प्रिये प्राणसमाह्यसि त्वदर्थं देवराजेन विरोधो दैवतैः सह त्वया यत् प्रार्थितं कान्ते शृणु यच्च महद्भवेद् अधेयमथवा कार्यमकथ्यमपि यत् पुनः त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते सत्योवाच दानं व्रतं तपो वापि किन्तु पूर्वं मया कृतं येनाहं मर्त्यजामर्त्ये भवानी वा भवं किल तवाङ्गार्धहरा नित्यं गरुडोपरिगामिनि इन्द्रादिदेवता वा समगमं च त्वया सह अधस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभं जन्मान्तरे च किं शीला का चाहं कस्य कन्यका श्रीकृष्ण उवाच शृणुष्वैगमना कान्ते यत्त्वं वै पूर्वजन्मनि पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते आसीत् कृतयुगस्यां दे मायापुर्यां द्विजोत्तमः आत्रेयो देवशर्मेदि वेदवेदाङ्गपारगः आदिधेयोऽग्निशुश्रूषसौरव्रतपरायणः सूर्यमाराधयन्नित्यं साक्षात् सूर्य इवापरः तस्यादिवयसश्चासीन्नाम्ना गुणवती सुधा अपुत्रः सस्वशिष्याय चन्द्रनाम्ने ददौ सुधां तमेव पुत्रवन्मेने सचतं पितृवद्वशी तौ कदाचिद्वनं यादौ कुशेद्महरणार्थिनौ हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः तौ ततो राक्षसं घोरमायान्तं समपश्यतां भयविह्वलसर्वाङ्गावसमर्थौ परायितुं निहतौ रक्षसा तेन कृतान्तसमरूपिणा तौ दुःक्षेत्रप्रभावेण धर्मशीलतया पुनः वैकुण्ठभवनं नीतौ मद्गणैर्मत्समीपगैः यावज्जीवन्तु यत्ताभ्यां सूर्यपूजादिकं कृतं तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवं शैवासौराश्च गणेशा वैष्णवा शक्रिपूजकाः मामेव प्राप्नुवन्तीह वर्षाम्भसागरं यथा एकोऽहं पञ्चधा जातः क्रीडयन्नामभिः किल देवदत्तो यथा कश्चित् पुत्राद्याह्वाननामभिः ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसा उभौ मत्तुल्यरूपौ मम सन्निधानगौ दिव्याङ्गना चन्दनभोगभोगिनौ इति श्रीपाद्मे महापुराणे उत्तरखण्डे श्रीकृष्णसत्यभामासंवादे अष्टाशीतितमोऽध्यायः ॐ